अस्तु तर्हि अद्य यथा अस्माभिः पूर्वं चर्चितं किञ्चित् उद्देशभागः इति उद्देशग्रन्थः इति यत् प्रथमभागः अस्ति तस्य पुनस्मरणं कुर्मः. तत्र यत् पारिभाषिकशब्दानां परिचयः अस्माभिः पूर्वं प्राप्तं तस्य प्रायः किञ्चित् झटिति एकवारं दृष्ट्वा किञ्चित् पुनस्मरणं कुर्मः. तर्हि प्रथमतया पुष्पा भगिनी भवत्याः क्रमः इति चिन्तयामि खलु. विश्वे पर्वताः, नद्यः, गृहाणि, मनुष्याः, बहवः प्राणिनः, वनानि, नगराणि इत्यादीनि सन्ति. अनेकेषु वस्तुषु ज्ञातव्यं चेत् अनेकविधेषु विचारसमर्था भवति. अतः किञ्चन वस्तु यत् बहुषु सन्ति तत् स्वीकृत्य ज्ञापनार्थं पुरातन आचार्याः यत्नम् अक्रियन्तः. अस्तु भगिनी, स्वस्थमस्ति? यथा एकक्षणं भगिनि, स्पष्टमस्ति वा इति मां मा पृच्छतु. भवत्याः सह पाठिनः ये सन्ति तेषां कृते तत्र अवगमनं भवेत् वा इति एव अस्माकं परीक्षा इदानीं. तदेव तत्र भवत्याः एकक्षणं यद् भवत्याः यस्य यत् पठनं अथवा यस्य प्रतिपादनं भवती क्रियते तस्य अवगमनं भवत्याः उत्तरदायित्वमस्ति. तर्हि अन्ये तद् अवगच्छति चेत् सम्यक्, नो चेत् भवती इतोपि वक्तव्यं भवति. अस्तु अवगच्छन्ति. यथा गुणः द्रव्यम् अस्ति, गन्धः पृथ्वी, शैत्यं जलं जले शैत्यम् अस्ति, तेजसि औष्णं, वायुना स्पर्शः, आकाशे शब्दः, कालः, संख्या, दिक् संख्या, आत्मा, ज्ञानं, मनः, ज्ञानम्. एतानि नव वस्तूनि दृश्यन्ते चेत् तेषु सर्वत्र कश्चित् गुणः आवश्यकेन अस्ति अस्ति. वस्तूनि गुणः अस्ति चेत् द्रव्यम् इति नामकरणं कर्तुं शक्नुमः. यः विशेषः अस्ति सः बहुषु भवेत्, एकस्मिन् वा भवेत्, तत्र अनेकानि अनन्ताः वस्तूनि. भगिनी क्षम्यतां, तत्र यत् यत् पुस्तके अस्ति तदेव वाक्यं वदति चेत् मया न अवगम्यते यद् भवती अवगच्छति वा न वा इति. तर्हि भवती स्वस्यैः शब्दैः वदति चेत् किञ्चित् सम्यक् भवति, भवत्याः अवगमनमपि सम्यक् स्यात्, अन्येषां कृते अपि लाभाय भवेत्. यत् वाक्यं पुस्तके अस्ति तद् मा पठतु, तत्तु सर्वे अहं लिखामि, पठामि. हा, तथा यदा कदापि तदा लिखति चेत् सम्यक्, परन्तु भवती यत् पुस्तके अस्ति तदेव अधिकतया तस्य एव उपयोगं करोति इति भासते, तदा मास्तु, तदर्थमेव उक्तवती. यावत् शक्यं तावत् स्वस्यैः शब्दैः उपयोगं कृत्वा वदतु. अत्र अस्तु, मम ऐ कुड्न्ट् फिगर् औट् हौ टु चेञ्ज् द वर्ड्स्. पृथ्वी द्रव्यम् इति उच्यते, अत्र समवायत्वं न तत्र अनेकानि अनन्ताः वस्तूनि गुणः अस्ति. यथा पृथ्वी द्रव्यम् इति उच्यते, अत्र समवायत्वम् इति पदार्थः एकस्मिन् एव वर्तते चेत् एकस्य समवायत्वं न समवायत्वम् इति तत्सर्वम् इदानीं मास्तु. तत्र किञ्चित् द्रव्यम् इत्युक्ते किं, गुणः इत्युक्ते किम् इति झटिति उक्त्वा आधारादेयभावविषये वदतु. तत्र समवाय तत्सर्वम् अग्रे आगच्छति खलु. आम् आधारादेय यज्ञदत्तः आसने वर्तते इत्युक्ते यज्ञदत्तः उपरि आसनम् अधः भवति इति ज्ञायते. आसनं भारवहनस्य चिन्ता एव अधिकरणता आदेयता इति उच्यते. एकक्षणम् अधिकरणता आधेयता वा आधेयता भारवाहनस्य चिन्ता वा आधारता? अस्तु, भारवाहनस्य चिन्ता इत्युक्ते का? प्रथमं भारवाहन एकक्षणं वदतु. आसनस्य चिन्ता भारवहनस्य इत्युक्ते आसनस्य भावः खलु. आसनस्य भावः तथा भारवाहनस्य चिन्ता इति मास्तु, आसनस्य भावः इति वक्तुं शक्नोति. तथा किञ्चित् योज् चिन्तयित्वा वदतु भगिनी. पुस्तके यानि पदानि अस्ति तद् मास्तु इति भवती एव इदानीम् उक्तवती खलु, आसनस्य भावः इति. तथा वदतु, तदेव अहं वदामि. आसनस्य आसनं भारवहनस्य चिन्ता इति एव अधिकरणता आधारता इति उच्यते. अस्तु, सम्यक्. यज्ञदत्तः भारं स्थापयति तत् आधारेण यज्ञदत्तः आधेयत इत्युच्यते. अवगच्छतु. प्रकृते द्रव्यम् अधः अस्ति, गुणः उपरि अस्ति. इत्युक्ते द्रव्ये अधिकरणता, गुणे च अधेयता अस्ति इति ज्ञातव्यम्. यथा रामः यज्ञदत्ते अधेयत पुरतः यथा रामः पुत्रः वदति चेत् बोधयति चेत् तत्र पुत्रत्वं निर्दिशति. तत्र कस्य पुत्रः इति जिज्ञासा भवति. पुत्रत्वं पितृत्वं ससम्बन्धिकाः पदार्थाः. तथैव आधेयता आधेयता अधिकरणता इत्यादयः तु अपि ससम्बन्धिकाः. ससम्बन्धिकाः कः? तत्र यथा रामः पुत्रः बोधयते चेत् तत्र पुत्रत्वं निर्दिशति. कुत्र अस्ति पुत्रत्वं? कः कस्य पुत्रः तत्र, कस्य पुत्रः इति, कस्य केन केन पुत्रः निरूपिता, केन निरूपिता जिज्ञासा अस्ति न, जिज्ञासा भवति एकक्षणं भगिनि, कीदृशी जिज्ञासा भवति? कस्य पुत्रः, केन निरूपिता? अस्तु, तर्हि तत्र आदेयता अधिकरणता मध्ये तथा किं भवति? रामः पुत्रः इति मास्तु, अधिकरणता आदेयता इति स्वीकृत्य वदतु. यज्ञदत्तः आदेयः, तत्तु यज्ञदत्ते आदेयता भावः अस्ति. अस्तु, आसनम् अधिकरणता तथैव, आसने अधिकरणता भावः अस्ति. अस्तु, तत्र ससम्बन्धिकः इति कः विषयः तत्र कथम् आगच्छति? किन्तु नास्ति चेत् आसने किन्तु नास्ति चेत् तत्र अधिकरणत्वं नास्ति. आसने अधिकरणतम् अधिकरणता भावः नास्ति. आसने अधिकरणभावः कथं कदा नास्ति? किन्तु आसने किमपि नास्ति चेत्, कोऽपि नास्ति चेत्, कोऽपि नास्ति चेत्, कोऽपि या वस्तूनि नास्ति चेत् अधिकरणता भावः नास्ति. उत्तमं, तर्हि तत्र ससम्बन्धितः इति, यत्र आदेयता अस्ति तत्र अधिकरणता अपि वर्तते, यत्र अधिकरणता अस्ति अत्र. उत्तमम्, अस्तु, अग्रे वदतु भगिनि, निरूप्य निरूपकभावविषये. अहं न लिखामि, तत्र दृष्ट्वा वक्तुं शक्नोमि. अस्तु, निरूप्य निरूपकभावः इत्युक्ते किं तत्र वदतु, दृष्ट्वा वदतु. दृष्ट्वा वदामि, तत्र वयं पठितवन्तः खलु, व्यासः कृष्णकथां निरूपयति इति अस्ति चेत् तत्र व्यासेन कृष्णकथा निरूप्यते, इत्युक्ते तत्र व्यासे निरूपकता अस्ति, कृष्णकथायां निरूप्यता अस्ति, तर्हि तेषां मध्ये निरूप्य निरूपक, तयोः मध्ये निरूप्य निरूपकः भावः वर्तते. तथैव परन्तु तत्र आधार आधेयता अधिकरणता इति स्वीकुर्मः चेत् तत्र आदेयता अधिकरणतां निरूपयति, तथैव अधिकरणता आदेयतां निरूपयति, तर्हि तत्र परस्पर निरूपक निरूप्यभावः अस्ति. तत्र ससम्बन्धिकशब्दाः अपि, परन्तु ससम्बन्धिकशब्दां तेषां मध्ये, तयोः मध्ये तत्र परस्पर निरूपक निरूप्यभावः अपि वर्तते. अत्र निरूपितनिरूपकता निरूप्यता भावः अस्ति व्यासः कृष्णकथा. तदनन्तरं यथा भवती पूर्वम् उक्तवती, तत्र द्रव्ये गुणः अस्ति इति स्वीकुर्मः चेत् इदानीं द्रव्ये अधिकरणता अस्ति, गुणे आदेयता अस्ति, तर्हि अधिकरणता निरूपयति आदेयतां, गुणे यद् आदेयता, या आदेयता अस्ति ताम् अधिकरणता निरूपयति, तथैव द्रव्ये या अधिकरणता अस्ति ताम् समाना आदेयता निरूपयति. तर्हि तत्र वाक्यं कथं भवति तत्र आदेयता? न यज्ञजतः न, इदानीं द्रव्यं गुणमिति द्रव्यं गुणः इति अस्ति खलु, तत् पश्यतु. आदेयता कीदृशी इति कथं वक्तुं शक्नुमः आदेयतायाः वर्णनम्? अधेयता द्रव्यः द्रव्यं आधेयम् अधिकरणता. न एकक्षणं भगिनी, तत्र चित्रं दृष्ट्वा वदतु. द्रव्यमस्ति खलु, द्रव्ये किम् अस्ति? द्रव्ये गुणः अस्ति. न सत्यं, परन्तु तत्र चित्रं पश्यतु, चित्रे किम् अस्ति, द्रव्ये किम्? द्रव्यनिष्ठा द्रव्यनिष्ठा अधिकरणता द्रव्यनिष्ठा अधिकरणता निरूपिता आधेयता. भगिनी एकक्षणं, प्रश्नः कः? प्रश्नः आसीत् आदेयता कीदृशी. एतत् अस्माकं प्रथमकक्षायामेव अभवत् भगिनी, तत्र चिन्तयतु किञ्चित्. आदेयता कीदृशी इति प्रश्ने अस्ति चेत् द्रव्यनिष्ठ अधिकरणता निरूपित किं भवति? आदेयता न अत्र, आदेयता कुत्र अस्ति? द्रव्यनिष्ठ अधिकरणता निरूपित अन्य कोऽपि सहायं कर्तुं शक्नोति वा? एकक्षणं भगिनि, अन्य कोऽपि सहायं कर्तुं शक्नोति वा? अन्य के सन्ति इदानीं, कोऽपि नूतनतया आगतं वा? यस्य नाम मम पार्श्वे नास्ति. नमस्ते भगिनि, सुमलता अस्मि. नमस्कारः. म्यूट् मध्ये भवामि भगिनि. चिन्ता नास्ति. हरि ओम्, केन आगतम् इदानीं? नमस्ते भगिनि, पवनः आफीस् तः इदानीमेव प्रस्थानं कृतवान्. दूरवाणी करिष्यामि, म्यूट् मध्ये भविष्यति भगिनि. अस्तु, चिन्ता नास्ति महोदय, स्वागतम्. अस्तु, तर्हि अन्य कोऽपि सहायं कर्तुं शक्नोति वा? सुनील् महोदय, भवान् वदति वा तत्र आदेयता कीदृशी इति प्रश्नस्य उत्तरं किम्? आदेयता द्रव्यनिष्ठ अधिकरणता गुणनिष्ठ आधेयता इति, अनिरूपितगुणनिष्ठ आधेयता इति. उत्तमम् उत्तमं. तर्हि द्रव्यनिष्ठ आधेयता निरूपिता गुणनिष्ठ आधेयता इति वक्तव्यं भगिनि. गुण अवगच्छति वा? द्रव्यनिष्ठ अधिकरणता निरूपित गुणनिष्ठ आधेयता. अस्तु, इदानीम् अधिकरणता कीदृशी इति वदतु तर्हि. गुणनिष्ठ आधेयता निरूपिता द्रव्यनिष्ठ अधिकरणता. उत्तमम् उत्तमं, तावदेव. तर्हि तथा वयं वक्तुं शक्नुमः, तत्र गुणः द्रव्यम् आश्रित्य तिष्ठति, अथवा द्रव्ये गुणः अस्ति इति. अस्तु, तदनन्तरं तत्र चतुर्विंशतिगुणाः के इति अत्र दीयते, तत्र रूपरसगन्धस्पर्श इत्यादीनि गुणाः सन्ति इति. तदनन्तरं कर्मविषये अपि किञ्चित् दृष्टवन्तः, तत्र पञ्चकर्माणि सन्ति, उत्क्षेप आक्षेप आकुञ्चन प्रसारण गमन इति, तत्र पञ्च कर्माणि अपि सन्ति इति. सप्तमे पुटे अस्ति. तदनन्तरं वयं किञ्चित् अन्यविषयः अपि चिन्तितवन्तः, तत्र किमर्थं तत्र द्रव्यम् इति आदौ अस्ति इति, तत्र सप्तपदार्थेषु द्रव्यम् इति प्रथमं किमर्थं प्रथमः पदार्थः किमर्थं तथा दीयते इति, तस्य समाधानम् आसीत् तत्र द्रव्ये अन्य सप्तानि सप्तमपि पदार्थाः द्रव्ये भवन्ति इति कारणात् तत्र द्रव्यम् आदौ अस्ति, तदनन्तरं गुणः द्रव्ये गुणः अस्ति इति गुणः आगच्छति, तदनन्तरं कर्म सामान्यम् इति तत्सर्वम् आगच्छति इति. तत्र कर्मविषये अपि तत्र किञ्चित् मतभेदः अस्ति इति कारणात् कर्म द्वितीयं न परन्तु तृतीयम् अस्ति इति अपि वयं तत्र दृष्टवन्तः. तावत्पर्यन्तं तत्र प्रश्नः नास्ति इति चिन्तयामि. सम्यक् वा तावत्पर्यन्तम्? अस्तु, तर्हि धन्यवादः भगिनी, बहु उत्तमः प्रयासः, धन्यवादः. सुनील महोदय, भवान् वदति वा? आं भगिनि, नमस्ते. इदानीं वयं जानीमः सप्तपदार्थाः सन्ति, अत्र चतुर्थः अस्ति सामान्यम् इति. तद्विषये अहं किञ्चित् वक्तुं परिश्रमं करोमि. सामान्यम् इत्युक्ते सामानानां धर्मः इति उच्यते. तत्र धर्मः इत्युक्ते किमपि समान समानविषयः इति. यदा वयं एकम् उदाहरणं स्वीकृत्य, शुनकः इति प्राणिः अस्ति, शुनकं पश्यति, तस्य शारीरिकरीतिं वा तस्य शब्दं वा दृष्ट्वा वा श्रुत्वा तस्य समान शब्दम् अथवा शरीरं दृष्ट्वा अन्य शुनकं पश्यामः, तत् शुनकम् इति वयं जानीमः. तत्र समानधर्मः भवति अथवा शुनकत्वम् इति स्वीकुर्मः, तादृशधर्मः तत्र भवति, तद् सामान्यमिति वदामः. अथवा पुस्तके गौः इति उदाहरणमस्ति, तत्रापि माता पुत्रं एकं प्राणिनं प्रदर्शयति, इयं गौः इति वदति, बालकः पित्रा सह उद्यानं गच्छति, तत्र अन्यप्राणिनं पश्यति, तद्दृष्ट्वा बालकः चिन्तयति सः अपि गौः इति. तत्र सः गोशरीरं वा अथवा गोशब्दं श्रुत्वा तत्र समानधर्मं पश्यति, अनन्तरं वदति एषा अपि गौः इति. तादृश समानधर्मः कुत्र अस्ति इति तद् सामान्यमिति उच्यते. अनन्तरं बहुषु वस्तुषु समानवस्तुषु तादृशधर्मः भवति चेत् तद् जाति सा जाति इति अपि उच्यते. उदाहरणरीत्या वयं दृष्टवन्तः, वृक्षः अस्ति, अन्यवृक्षः अपि अस्ति, वृक्षे वृक्षत्वम् अस्ति, अन्यवृक्षे अपि वृक्षत्वम् अस्ति, वृक्षत्वम् इति धर्मः अस्ति, अतः बहुषु वृक्षेषु वृक्षत्वम् इति धर्मः अस्ति, अतः वृक्षजातिः इति वयं दृष्टवन्तः. अग्रे गच्छामि वा भगिनि? हा, गच्छतु महोदय. इदानीम् अन्य प्रायः स्पष्टं स्यात् सर्वेषां कृते, तत्र प्रश्नः अस्ति चेत् कृपया पृच्छतु. गच्छतु महोदय. इदानीम् अन्यविषयः अस्ति, अत्र एकत्र अपि अनेकजातीनां जातयः भविष्यति इति. तत्रापि अहम् एकं पुस्तकात् एकम् उदाहरणं स्वीकरोमि. यदा पुस्तके पुस्तकत्वम् इति धर्मः अस्ति, पुस्तकं पृथ्वी पार्थिववस्तु अस्ति, अतः तत्र पृथिवीत्वम् अस्ति. पुस्तके कश्चन अन्यगुणः, तत्र नीलरूपम् इति वयं स्वीकुर्मः, तद् गुणः अस्ति, अतः गुणः द्रव्ये एव भवति, अतः तत्र द्रव्यत्वमपि अस्ति. अतः एकस्मिन् पुस्तके एव तिस्रः जातिः, अतः पुस्तकत्वं पृथिवीत्वं द्रव्यत्वम् इति तिस्रः जातिः जातयः भवन्ति. तत्र अन्यरीत्या तत्र नीलरूपं स्वीकृत्य तत्रापि नीलत्वं रूपत्वं गुणत्वम् इति तिस्रः जातयः भवन्ति. तादृश रीत्या एकत्र अनेक जातयः भवन्ति इति अपि अस्ति. सर्वं स्वीकृत्य वयं एकदेशरूप रूपम् अथवा एकदेश दर्शनेन बह्वः जातयः तत्र सन्ति इति स्वीकृत्य पुस्तकत्वम् इति अपि स्वीकुर्मः. अतः एकं पुस्तकम् एतादृश एकविधदर्शनेन पुस्तकमिति जानीमः. अन्यपुस्तकमपि पश्यामः चेत् तत्रापि समान जातेः द्रष्टुं शक्यते, शक्नुमः. अतः तदपि पुस्तकमिति वक्तुं शक्नुमः. अनन्तरम् अन्य इतोपि अधिकं पुस्तकानि पश्यामः चेत् तत्रापि तादृशसमान जातयः सन्ति. तद् दृष्ट्वा पुस्तकम् इति तद् वक्तुं शक्नुमः. तादृशरीत्या गुणस्य च कर्म इति तदपि वक्तुं शक्यते. अस्तु, उत्तमं महोदय. एकक्षणं क्षम्यताम्, अहमेकं वक्तुमिच्छामि. तत्र तादृश किं वदामि, तत्र विस्ताररूपेण मास्तु महोदय, तर्हि वयं प्रायः तत्र भ्रमः एव आगच्छति तावत् अधि गच्छामः चेत्. किञ्चित् स्थूलरीत्या एव वदतु, तत्र मुख्य अंशानि एव वदतु, तत्र प्रत्येकं वाक्यं पुनः वक्तव्यम् इति मास्तु. तत्र स्थूल अंशाः, मुख्य अंशाः के के इति एव, किमर्थं चेत् अस्माकं मनसि तद् भवेत्. तत्र अस्माकम् उद्देशः कः इत्युक्ते, एतस्य पुनस्मरणस्य उद्देशः अस्ति, तत्र पारिभाषिकशब्दाः ये ये सन्ति तस्य पुनरावर्तनं, पुनरवगमनं भवेत् इति एव. तर्हि प्रत्येकं वाक्यं, प्रत्येकम् अंशं वयं पुनः पठनीयम् इति न मास्तु, अस्माभिः पुनः पठनीयम् इति मास्तु, केवलं मुख्य अंशाः के के सन्ति इति. तदर्थमेव अहम् उक्तवती प्रत्येकं प्रायः पञ्चदशनिमिषं यावत् वदतु इति. तद् तस्मात् अधिकं वदामः चेत् तत्र भ्रमः एव भवति. अस्तु, शीघ्रं गच्छतु. अस्तु, इदानीम् अन्येषां कृते अपि एतत् अस्ति, तर्हि तत्र चिन्तयन्तु भवतां क्रमस्य पूर्वम्. इदानीं वयं एतादृशरीत्या वयं जानीमः तत्र गुण द्रव्यगुणकर्म सन्ति इति, अतः तत्र द्रव्यगुणः कर्म अस्ति इति सन्ति इति तत्र सत्ता इति जातिरूपेण उच्यते. तत्र द्रव्ये सत्ता अस्ति, गुणे सत्ता अस्ति, कर्मणि अपि सत्ता अस्ति. तादृशरीत्या द्रव्येषु गुणेषु कर्म अत्र अपेक्षया सत्तायाः संख्या अधिका अस्ति. अतः आहत्य षड् सत्ताः सन्ति. एकशतं द्रव्यत्वम्, एकसहस्रं गुणत्वम्, अनन्तरं पञ्चशतं कर्मत्वम् इति. अतः सत्ता अधिकाः सन्ति इति. अनन्तरं सामान्यस्य वाक्यमस्ति परमपरं च इति दिवितमिति. तदस्ति सत्ता अन्य द्रव्यस्य अपेक्षया परमस्ति, अधिकेषु वर्तते. अथवा पृथिवीत्वं द्रव्यत्वम् अपेक्षया अपरं वर्तते इति, न्यूनं वर्तते इति. अतः परम् अपरमिति तादृश संज्ञा अपि अस्ति अत्र. सामान्यस्य विशेषणमस्ति परम् अपरं च इति द्विविधं सामान्यमिति. अग्रे गच्छामि वा भगिनि? हा गच्छतु महोदय. इदानीं नूतनपदार्थः अस्ति विशेषः इति. तदपि अहम् एकम् उदाहरणं स्वीकृत्य वदामि. एकः शिलाखण्डः अस्ति, तद् भागं कृत्वा द्विशिलाखण्डं भवति, पुनः पुनः तस्य भागं कृत्वा तत्र परमाणुः रूपं भविष्यति. इत्युक्ते इतोपि अधिकं भागं कर्तुं न शक्यते इति. तादृशपरमाणुरूपस्य अन्यपरमाणुरूपात् भिन्नं कीदृशं वदति इत्युक्ते विशेषपदार्थेन वदति इति अत्र अस्ति. अनन्तरं एकस्मिन् परमाणोः एकः विशेषः अस्ति, अन्यस्मिन् अन्यविशेषः अस्ति. अतः एकैकपरमाणुः एकैकविशेषं विद्यते इति. उत्तमं महोदय. इतोपि किमपि अस्ति वा? एकमेव अस्ति, एकमेव अस्ति. परमाणुः नित्य अस्ति, अतः नित्यद्रव्येषु विशेषः वर्तते इति. उत्तमं महोदय, बहु उत्तमं, धन्यवादः. धन्यवादः. कस्यापि कोऽपि प्रश्नः अस्ति वा? अस्तु, तर्हि बालसुब्रह्मण्य महोदय भवान् वदति वा? मम विषयद्वौ संक्षिप्तरूपे वदामि. प्रथम सममायनिरूपणं. वस्तूनि द्वयोः मध्ये वर्तमानसंसर्गं द्वन्द्वता सम्बन्धः इति उच्यते. सामान्यतया यदा ते किञ्चित् समयम् एकत्र सम्भूयं कृत्वा अनन्तरं पूर्ववत् विविक्तः अयं सम्बन्धः संयोगसम्बन्धः इति उच्यते. प्रायः द्वयोः द्रव्योः मध्ये एव एवं संयोगसम्बन्धः सम्भवति. प्रतितः अवयव अवयविनोः मध्ये संसम्बन्धः गुणिन् गुणान्तरसम्बन्धः, क्रिया क्रियवतोः जातिव्यक्त्योः विशेषनित्यद्रव्योः इत्यादि मध्ये सम्बन्धः समवायसम्बन्धः. अत्र पूर्वप्राप्त्योः विविक्तयोः पुनः न प्राप्तः, तस्मात् सम्बन्धं निरन्तरं शाश्वतं च. कपालघटमध्ये सम्बन्धः एवमेव, घटनिष्ठ अधेयता निरूपित अधिकरणत आश्रयः कपालः. पूर्वम् उक्तमिव प्रतिसम्बन्धिनौ आदेयः आश्रयः नानाविधानि सन्ति. अपि तु सुलभतया स्मरितुं लाघवार्थं तयोः मध्ये सर्वे अपि समवाय एकमेव इति स्वीक्रियते. तावदेव समवायनिरूपणम्. अति उत्तमं महोदय. तदनन्तरं इतोपि किञ्चित् अस्ति खलु भवतः, तावदेव वा? तत्र अभावविषये अपि आसीत् खलु तत्र द्वितीयविषयः, अभावः विशेष अभावनिरूपणं संक्षिप्तरूपेण, यः अस्ति सः भावः, यः नास्ति इति अनुक्त्वा न्यायशास्त्रे अभावः इति उक्तः. एवं घटस्य अभावः घटाभावः. लौकिकरीत्या एवं भावः अभावः स्थितिः विरोधः इति व्यवह्रियते. सौकर्यनिमित्तम् अहम् उदाहरणम् उपयुज्य वदामि. घटः अस्ति घटे विद्यमानस्य विरोधस्य प्रतियोगिता इति संज्ञा कृता. अभावे विद्यमानस्य विरोधः अनियोगिता. प्रतियोगिता अनियोगितयोः मध्ये ससम्बन्धिकत्वम् अस्ति. घटनिष्ठप्रतियोगिता निरूपित अनियोगिताश्रयः अभावः. प्रतियोगिता भावपदार्थे घटे विद्यमान विरोधः. यदा प्रतियोगिता स जातीयेषु अस्ति, स जातीयेषु समानजातीयेषु अस्ति, सः सामान्य अभावः इति उक्तः. घटस्य सामान्य अभावः इत्युक्ते घटस्य यत् सामान्यं घटत्वं तस्य अभावः इति. सर्वस्य घटस्य अभावः, तस्मात् सर्वापि घटः तस्य विरोधी. उदाहरणमहं प्रदिशामि. कश्चित् मत्स्यः कोऽपि कारणात् जलस्य वियोगः जातः, श्वासकष्टम् अनुभवति, जलम् अपेक्ष्य जलाभावम् अनुभवति. अत्र किमपि जलं मत्स्येन अनुभूयमान जलाभावं वारयितुं शक्नोति. किमपि जलं, कूपजलं, नदीजलं, तडागजलं, नलीजलं, किमपि. यतोहि प्रतियोगिता सर्वस्मिन् जले अपि वर्तते अत्र. अतः अयं जल अभावः सामान्य जल अभावः इति उच्यते. इदानीं इतोपि किञ्चित् वदामि उदाहरणरूपेण. पुनः शातः पक्षिणः वृष्टिकाले केषुचित् उन्नतस्थले उन्नतस्थले तिष्ठन् शिरम् उन्नय्य मेघं पश्यन् वृष्टिजलम् इच्छति. जलाभावं पश्यति. अस्मिन् स्थिते तेन दृश्यमानजल अभावः नदीजलेन वा कूपजलेन वा निवारयितुं न शक्यते. केवलं वृष्टिजलेन एव शक्यते. अतः अयं विशेषः जल अभावः, विशेषजल अभावः. अस्य प्रतियोगिता सर्वस्मिन् जले न वर्तते, किन्तु केवलं वृष्टिजले एव. तदेव अभावं नाशयितुं प्रभवति. तद् इत्युक्ते वृष्टिजलमेव अभावं नाशयितुं प्रभवति. वृष्टिजलं नास्ति इति जलविशेषः अभावः. वृष्टिजल अभावः अनियोगिता, निरूपिता, प्रतियोगिता. वृष्टिजले एव न तु कूपजले अन्यजले वा इत्येव विशेष अभावः. क्षम्यताम् अति संक्षिप्तरूपेण अहं उक्तवान्. न, बहु सम्यक् उक्तवान् महोदय. अतिसुन्दरं तथैव वक्तव्यम् आसीत् अस्माकं कृते. तथा एव तत्र पुनस्मरणं सम्यक् भवति खलु. तत्र अस्माकम् उद्देशः तु केवलं पुनस्मरणमेव. बहु उत्तमरीत्या उक्तवान्. तर्हि इदानीम् अस्तु रामकार्तिकमहोदयस्य क्रमः. धन्यवादः. प्रथमम् अहं अवच्छेद्य अवच्छेदितयोः विषये किञ्चित् उपस्थापनं करोमि एकेन उदाहरणेन. एकः क्षीरविक्रेता गृहमागच्छति. तस्मात् क्षीरं क्रीणीमश्चेत् तत् क्षीरं क्रेतुम् एकं पात्रम् आवश्यकम्. यत् पात्रं वयं नयामः तद् उचितं भवेत्, न बृहत् न लघु. तत् विक्रेत्रे पात्रं दद्यामः. सः पात्रे क्षीरं तस्य बृहत् पात्रात् श्रावयेत्. इदानीं तत्र किम् अभवत्? तेन उचितपात्रेण किञ्चित् क्षीरं पृथक् कृतम्. इत्युक्ते तत् पृथक् कृतं क्षीरम् अन्यस्मात् क्षीरात् भिन्नम् इति अस्माभिः दृष्ट्वा अवगन्तुं शक्यते. केन एवम् अवगच्छामः इत्युक्ते पात्रेण इति उत्तरं सिद्धयति. तत्र पात्रमेव पृथक् करोति क्षीरम् अन्यस्मात् क्षीरात् इति बोधयति. अतः पात्रं क्षीरस्य अवच्छेदकं, क्षीरम् अवच्छेद्यं च. भिन्नरीत्या वदामश्चेत् पात्रे अवच्छेदकता अस्ति, अपि च क्षीरे अवच्छेद्यता. पात्रक्षीरयोः मध्ये निरूपक निरूप्यनिरूपकभावः अपि अस्ति इति अवगच्छामः. तर्हि पात्रक्षीरमध्ये एव अवच्छेदकता अवच्छेद्यता मध्ये निरूप्यनिरूपकभावः अस्ति. क्षम्यताम्, अवच्छेद्य अवच्छेदकता मध्ये निरूप्यनिरूपकभावः अस्ति. प्रश्नः उदेति, न्यायशास्त्रे एतस्य अवच्छेद्य अवच्छेदकभावस्य प्रयोजनं किम् इति. तत्र वयं जानीमः, यथा महोदयेन उक्तं पूर्वं, तत्र सामान्य अभावः अस्ति, जलाभावः अस्ति, विशेषजलाभावः अस्ति, विशेषविशेषजलाभावः अपि अस्ति. तर्हि तत्र विशेषजलाभावः स्वीकुर्मश्चेत् तत्र वृष्टिजलम् इति अस्ति, वृष्टिजलाभावः विशेष अभावः इति वदामः. तर्हि तत्र विशेषविशेष अभावः अस्ति चेत् तत्र स्वातीनक्षत्रीयवृष्टिजलं वृष्टिजल अभावः विशेषविशेष अभावः इति वदामः. तर्हि तत्र प्रतियोगी तु एकमेव, जलम् इति. परन्तु तत्र प्रत्येकं प्रत्येकस्य अभावस्य प्रतियोगिता या अस्ति सा भिन्ना. तत्र क्षम्यताम्, तत्र पश्यामश्चेत् प्रत्येका प्रतियोगिता प्रत्येकायाः प्रतियोगितायाः आश्रयः तु तत्र भिन्नः. इत्युक्ते तत्र जले या प्रतियोगिता अस्ति तस्य आश्रयः तु जलमेव. अपि च वृष्टिजले या प्रतियोगिता अस्ति तस्य आश्रयः तु वृष्टिजलमेव. एवं स्वातीनक्षत्रीयवृष्टि जलस्य अपि. क्षम्यतां, प्रश्नः आसीत् वा? न महोदय, अग्रे गच्छतु. तर्हि तत्र आश्रयभेदात् तत्र प्रतियोगितायाः भेदं साधयितुं शक्नुमः वा इति प्रश्नः अस्ति. परन्तु सामान्यजलाभावस्य प्रतियोगिता या अस्ति सा सर्वेषु जलेषु वर्तते एव. अतः आश्रयभेदेन प्रतियोगितायाः भेदः न साधयितुं शक्नुमः. अतः अत्र अवच्छेदकविषयः अवच्छेदकम् आवश्यकम्. तर्हि तत्र अवच्छेदकं कीदृशं भवेत् इति प्रश्नः. तत्र अहं पुस्तकादेव पठामि. प्रतियोगिनि यत् विशेषणं प्रतियोगिनः उल्लेखः येन रूपेण धर्मेण च क्रियते तत् अवच्छेदकम् इति. तर्हि एकम् उदाहरणं स्वीकुर्मः. जलं प्रतियोगी. तर्हि प्रतियोगिनि जले जलत्वमस्ति, द्रव्यत्वमस्ति, सत्ता अस्ति, धर्माः अपि सन्ति. परन्तु यदा वयं वदामः जलं नास्ति इति तदा जलत्वेन एव जलस्य उल्लेखः कृतः, न तु अन्येन धर्मेण वा द्रव्यत्वेन वा. अतः तत् जलत्वमेव जलनिष्ठप्रतियोगितायाः अवच्छेदकम् इति वदामः. तर्हि किञ्चित् अग्रे चरामः. विषयः अस्ति निरूप्यनिरूपकभावः सर्वत्र वर्तते इति. अपि च अवच्छेद्य अवच्छेदक अवच्छेद्यभावः अपि सर्वत्र वर्तते इति. एकेन उदाहरणेन पश्यामः. वयं सर्वे जानीमः गन्धवती पृथ्वी इति वाक्यम् अस्ति. तर्हि तत्र एकैकं कृत्वा पश्यामः. गन्धः अस्ति, गन्धे गन्धत्वम् अस्ति, अपि च गन्धे आधेयता अस्ति, गन्धत्वे अवच्छेदकता अस्ति, आधेयतायाम् अवच्छेद्यता अस्ति. तर्हि एवमेव पृथ्व्यां पश्यामश्चेत् पृथिवी अस्ति, पृथिव्यां पृथ्वीत्वम् अस्ति, पृथिव्याम् अधिकरणता अपि अस्ति, पृथ्वीत्वे अवच्छेदकता अस्ति, अधिकरणता अधिकरणतायां च अवच्छेद्यता. तत्र चित्रं रचयामश्चेत् तत्र आधेयता अधिकरणतयोः मध्ये निरूप्यनिरूपकभावः भवति. अपि च अवच्छेदकता अवच्छेद्यता अवच्छेद्यतयोः मध्ये अपि. एवं सर्वत्र यः कोऽपि सम्बन्धः भवतु सर्वदा निरूप्य निरूपकभावः अपि च अवच्छेदक अवच्छेद्यभावः अपि भवति एव. अति उत्तमं. तर्हि तत्र अवच्छेदक अवच्छेद्य भावः इति यदस्ति तदस्माकं कृते किञ्चित् मुख्य अंशः अस्ति. तत्र प्रश्नः अस्ति चेत् इदानीं पृच्छतु, किमर्थं चेत् तद्वारं वारम् अग्रे आगच्छति. भवन्तः तु जानीयुः एव, यथा वयं तत्र आदेयतायां विषये तत्र आदेयतायाः अवच्छेदकं कथं भवति इति पठितवन्तः. तत्रापि पुनः पुनः अवच्छेदक अवच्छेदे अवच्छेद्यविषये आगच्छति. तर्हि तत्र तत्र तस्मिन् विषये स्पष्टता भवेत्. इदानीं प्रश्नः अस्ति चेत् कृपया पृच्छतु. अस्तु, तर्हि सर्वं स्पष्टम् इति भाति. अस्तु, तर्हि आगामिनि कक्षायां कोऽपि अवच्छेदक अवच्छेद्यविषये प्रश्नः पृच्छति चेत् तत्र भवन्तः एव तत्र तस्य उत्तरमपि दास्यन्ति इति चिन्तयामि. भवतु, अस्तु. सुमलता भगिनी, भवती इदानीं वक्तुं शक्नोति वा? आं भगिनि. अस्तु, मम एकः विषयः अस्ति अभावस्य चतुर्विधत्वम् इति. अभावः इत्युक्ते किम् इति बालसुब्रह्मण्यमहोदयेन उक्तम् इदानीमेव. अभावः इत्युक्ते जीवने वयं सरल उदाहरणं स्वीकुर्मः चेत् घटः भूतले नास्ति इत्युक्ते घटः नास्ति इति ज्ञानं यदस्ति तदेव घटाभावः भवति. अभावः चतुर्विधः अभावः चतुर्विधम् अस्ति. एकः अस्ति प्रागभावः, अन्यत् अस्ति प्रध्वंसभावः, अत्यन्ताभावः, अन्योन्याभावः इति चतुर्विधाः. प्रागभावः इत्युक्ते घटनिर्माणाय केचन पदार्थानि सन्ति. उदाहरणं स्वीकुर्मः चेत् कपालः, मृतः, रज्जुः, जलम् इत्यादि पदार्थानि सन्ति. यथा वयं तत्र यत्र घटनिर्माणं भवति तत्र गच्छामः चेत् पश्यामः पदार्थाः सन्ति इति, परन्तु घटः नास्ति. घटनिर्माणात् पूर्वं अस्माकं चिन्तनं भवति घटाभावः अस्ति इति. घट उत्पन्नात् पूर्वं यत् अभावः अस्ति तत् प्रागभावः अस्ति. एकक्षणं समानकाले एकक्षणमपि अभावः पुनः घटः पुनः घटाभावः स्थितिः न भवति तत्र. अन्यत् अस्ति प्रध्वंसाभावः. घटनिर्माणं भवति, घटोत्पन्नम् अपि भवति, परन्तु मृद्गरं स्वीकृत्य घटम् उपरि पातयामः तदा घटस्य नाशः भवति. तदापि घटाभावः भवति. तद् अस्ति प्रध्वंसाभावः. अन्यत् अस्ति अत्यन्ताभावः. सुब्रह्मण्यं बालसुब्रह्मण्यमहोदयेन उक्तमस्ति सामान्य अभावः, सामान्य जलाभावः, पुनः वृष्टिजल अभावः, स्वातिनक्षत्रीयवृष्टिजल अभावः इति. तत् अत्यन्ताभावः प्रभेदाः तानि ताः. अन्योन्याभावः इति एकम् अभावः अस्ति. पूर्वम् अभावः अस्ति, अभावे अनियोगिता अस्ति. घटः अस्ति, घटे प्रतियोगिता अस्ति. आम् क्षम्यतां भगिनि एकक्षणं, तत्र अत्यन्त अभावविषये यदा भवती उक्तवती तत्र एतदपि वक्तव्यं खलु, तत्र यत्र तत्र वस्तु नास्ति, वस्तु आनयति चेत् तस्य अभावः नष्टं भवति, तदेव अत्यन्त अभावः इति खलु. उत्तमम्, अग्रे वदतु भगिनि. अन्य अत्यन्त अभावः पूर्वं केचन किम नामकरणमस्ति तस्य विषये वयं चर्चयामः. भूतले संयोगसम्बन्धः अस्ति केवलं द्रव्ययोः एव संयोगसम्बन्धः अस्ति. समवायसम्बन्धः अस्ति चेत् गुणगुणिनोः मध्ये भवितुम् अर्हति. यथा धनवान् इति वदामः चेत् धनम् अस्ति, बुद्धिमान् इति वदामः चेत् बुद्धिः अस्ति. क्रियाक्रियावतोः अपि समवायसम्बन्धः भवति. एकः पुरुषः अस्ति गच्छति, तस्य गमनक्रिया अपि समवायसम्बन्धेन तिष्ठति. जातिव्यक्त्योः अपि समवायसम्बन्धः भवति. इत्युक्ते घटत्वं, घटे घटत्वम् अस्ति, तत् घटत्वम् इति जातिः भवति. अवयव अवयविनोः विशेषनित्यद्रव्ययोरेव अवयव अवयविनोः अपि समवायसम्बन्धः भवति. अतः अभावस्य भूतले घटः नास्ति इति यत् अभावः अस्ति तत् स्वीकुर्मः चेत् केन सम्बन्धेन तत् सः अभावः भूतले अस्ति इति वदामः चेत् स्वरूपसम्बन्धेन इति एकः नामकरणम् अस्ति. स्वरूपसम्बन्धः इत्युक्ते अन्यत् उदाहरणमपि महोदयेन दत्तमस्ति. पुस्तकं पुस्तके नीलवर्णम् अस्ति, पुनः पुस्तके नीलवर्णः अस्ति इत्युक्ते नील सम्बन्धः नीलवर्णे अपि भवति, पुनः सम्बन्धः पुस्तके अपि भवति. पुनः एकः प्रश्नः पृच्छामः चेत् नीलवर्णः केन सम्बन्धेन सारि समवायसम्बन्धः केन सम्बन्धेन रूपे अस्ति इत्युक्ते पुनः समवायसम्बन्धः इति वदामः चेत् अव्यवस्था दोषः इति किमपि अस्ति तद्भवति. तदर्थमेव नूतननामकरणमस्ति सम्बन्धः मध्ये यत् अस्ति तत् स्वरूपसम्बन्धः इति उच्यते. तत् समाप्तम्. अन्यत् अस्ति कारणं कार्यम् इति. एकं कार्यं कार्यं भवति, तस्य कार्यं किमर्थं कुर्मः इत्युक्ते कारणानि अपि भवन्ति. एतत् कार्यस्य निमित्तं कारणम् इति वदामः चेत् केचन केचन रूल्स् सन्ति, नियमाः सन्ति, तानि पश्यामः. घटनिर्माणं भवति, यथा घटनिर्माणं भवति तत्र वस्तूनि सन्ति, पदार्थानि सन्ति. तत्र एकः कार्याधिकरणे भवितव्यम् इति एकमस्ति. इत्युक्ते यत्र कार्यं निर्माणं कुर्मः तत्र कार्याधिकरणे भवितव्यम् इति. अन्यत् अस्ति सर्वदा कार्याधिकरणे भवितव्यम् इति. इत्युक्ते घटस्य निर्माणं भवति, तत्र एकः पुरुषः गच्छति, तं सूचयित्वा सः अपि कारणं घटनिर्माणकार्यस्य कारणम् इति वक्तुं न शक्नुमः. किमर्थम् इत्युक्ते सः सर्वदा तत्र न तिष्ठति. पुनः घटं स्वयं कपाले तिष्ठति, सर्वदा तिष्ठति, कार्याधिकरणे अपि अस्ति, सर्वदा अपि अस्ति. घटः अपि कारणम् इति वक्तुं शक्नुमः इति प्रश्नः उदेति. परन्तु अन्यत् एकः नियमः अस्ति, कार्याधिकरणे कार्योत्पत्तेः पूर्वक्षणे एव स्थातव्यम् इति अस्ति. तदर्थमेव घटः अपि कारणं न भवति. समाप्तं भगिनि. अति उत्तमं भगिनि, धन्यवादः. तत्र प्रश्नाः सन्ति वा केनापि? तत्र सम्यक् अवगमनं स्यात् इदानीं. तत्र मुख्यतया तत्र कार्यकारणयोः मध्ये कीदृशः नियमाः सन्ति इति तस्य अवगमनं सम्यक्तया स्यात् इति चिन्तयामि. अस्तु, तर्हि अग्रे रामप्रिया भगिनी भवती वदति वा? आं भगिनि, अधिकरणस्यापि भवति अनियोगी इति संज्ञा इति भागे अभावे विद्यमानस्य विरोधः एव अनियोगिता इति उच्यते. अनियोगिता शब्दे अन्यत्र अपि प्रयोगम् अस्ति. अधिकरणमपि अनियोगी इति व्यवहारं न्यायग्रन्थेषु व्यवह्रियते. एकम् उदाहरणं स्वीकुर्मः चेत्, भूतलं घट अनुयोगी इति अस्ति चेत् अत्र भूतले अनुयोगिता अस्ति. एतद् अनियोगिता न अभावनिष्ठविरोधः, किन्तु तत्तु अधिकरणता सूचयति एतत् अनियोगिता. अतः भूतले घट अनियोगिता इति चेत् घट अधिकरणता इति अर्थः. एतत् किमर्थम् इत्युक्ते अनियोगिता अधिकरणता इति किमर्थम् इत्युक्ते अन्योन्य अभावः अत्यन्त अभावः द्वयोः मध्ये भेदस्थापनार्थम् एतत् स्वीकुर्मः. अत्यन्त अभावस्थले प्रतियोगितावाचकपदः प्रथमाविभक्ति अन्तं भवति, अनियोगितावाचकपदः सप्तमी अन्तं भवति. यदा उदाहरणार्थं भूतले घटः नास्ति इति स्वीकुर्मः चेत् अत्र घट अभावः भूतले अस्ति, तद् भूतलं भूतले इति सप्तमी विभक्ति अन्तमस्ति. अभावप्रतियोगिता घटे, तत् घटः इति प्रथमाविभक्ति अन्तम् अस्ति. यदा अन्योन्य अभावः विषये स्थले तु प्रतियोगिता अनियोगिता द्वयोः अपि प्रथमाविभक्ति अन्तं भवति. उदाहरणार्थं घटः पटः न वा पटः घटः न इति वदामः चेत् द्वयोः अपि प्रथमाविभक्ति अन्तम् अस्ति. घटः अन्योन्य अभावेन पटः नास्ति इति चित्रं रचयामः चेत् पटे अनियोगिता अस्ति, तद् अनियोगिता अधिकरणता एव. घटे प्रतियोगिता अस्ति. यदा विपरीतक्रमेण पटः घटनिष्ठ इति वदामः चेत् घटे अनुयोगिता अस्ति, पटे प्रतियोगिता अस्ति. अनियोगिता प्रतियोगितायोः आश्रयभेदः अपि विभक्तिभेदः न भवति. घटः पटः न एव, द्वयोः अपि प्रथमा विभक्ति अन्तमेव भवति इति प्रथमं. द्वितीयम् अस्ति ज्ञानविषये. तत्र अयं यदा पाठं भगिनि क्षम्यताम् एकक्षणं, तत्र तावत्पर्यन्तं सम्यक् इति चिन्तयामि. तत्र प्रश्नः अस्ति वा? तत्र अनियोगी इति, तत्र अनियोगी इति पदस्य तत्र यद्विवरणं भगिनी दत्तवती तद्विषये, तत् अन्योन्यभावः अत्यन्त अभावः तयोः मध्ये कः भेदः इति स्पष्टं स्यात्. अस्तु, अग्रे वदतु भगिनि. धन्यवादः. आं भगिनि, द्वितीयमस्ति ज्ञानं विषयिता च. यदा पार्श्वे एकः घटः अस्ति चेत् अयं घटः इति ज्ञानम् आत्मनि भवति. ज्ञानम् इति गुणः अस्ति, तदपि ज्ञानं विषयतासम्बन्धेन घटे अस्ति, घटः विषयितासम्बन्धेन ज्ञाने अस्ति. यदा अत्र अपि एकं चित्रं रचयामः चेत् ज्ञाने विषयिता अस्ति, घटे विषयता अस्ति, ज्ञाननिष्ठविषयितानिरूपित विषयता आश्रयः घटः इति चित्रं भवति. तदेव ज्ञानविषये. ओके, घटे एकं दीपं प्रज्वाल्य तस्य घटस्य उपरि तस्य दीपस्य प्रभा प्रवर्तते चेत् तत् प्रभा अस्ति विषयतासम्बन्धः प्रभा, घटः एव विषयः अस्ति. ज्ञानं विना विषयः नास्ति, न भवति. तद्दीपमेव ज्ञानम् अस्ति अत्र. तदेव अस्ति घटनिष्ठविषयतानिरूपकं ज्ञानम् इति सिद्धं भवति. तदेव दीपं घटस्य उपरि यदा प्रकाशः भवति, तत्र त्रयः विषयः भवति. अधोभागे भूतलं, मध्ये संयोगसम्बन्धेन संयोगः सम्बन्धः अस्ति, उपरि घटः अस्ति अस्ति. भूतलं घटवत् इति आकारः भवति इति स्वीकुर्मः चेत् त्रयः विषयः भवति. भूतलम् इति विशेष्यम् अस्ति, संयोगः घटः इति विशेषणम् अस्ति, संयोगः इति संसर्गता अस्ति. तदानीं तदेव यदा तस्मिन् विषये इतोपि वक्तव्यम् इति चेत् घटे प्रकारता नाम्ना विषयता अस्ति, संयोगे संसर्गता नाम्ना विषयता अस्ति, भूतले विशेष्यता नाम्ना विषयता अस्ति इति अपि वक्तुं शक्नुमः. तदपि चित्ररूपेण प्रकटीकर्तुं भवति चेत् घटनिष्ठप्रकारता आख्य विषयतानिरूपकं ज्ञानम् इति भवति, संयोगनिष्ठसंसर्गतानिरूप संसर्गताख्य विषयतानिरूपकं ज्ञानं, भूतलनिष्ठविशेष्यताख्यविषयितानिरूपकज्ञानम् इति सर्व इति ज्ञानस्य निरूपणं भवति. अनन्तरं भूतलं घटवत् इति निरूपणस्य समानाधिकरणम् इति विषये अनन्तरं तिस्रः अपि विषयताः परस्पर असमानाधिकरणः इति अस्ति. समानाधिकरणम् इत्युक्ते यदा उत्पीठिकायां पुस्तकं दूरवाणीं च अस्ति चेत् तद् पुस्तकं तत् समानाधिकरणम् अस्ति. यदा अत्र घटत्वं प्रतियोगिता समानाधिकरणौ स्तः घटः अधिकरणम् अस्ति. घटत्वसमानाधिकरणप्रतियोगिता इति वक्तुं शक्नुमः. प्रतियोगिता समानाधिकरणं घटत्वम् इति वक्तुं शक्नुमः. घटे प्रकारता, संयोगे संसर्गता, भूतले विशेष्यता इति वर्तते. अत्र समानाधिकरणं न अस्ति, परन्तु विषयता इति यः सम्बन्धः ज्ञाने अस्ति तेषु न परस्परम् असमानाधिकरणं. किमर्थम् इत्युक्ते एतत् उदाहरणम् अनन्तरम् अस्ति. एकं करदीपं प्रज्वलयामः चेत् त्रयः बिम्बः आगच्छति. विशेष्यता एकं बिम्बं, संसर्गता एकं बिम्बं, प्रकारता इति एकं बिम्बं. त्रयोः अपि काचे दृश्यन्ते चेत् ज्ञाने एव तस्य मेलनं भवति. अतः एषः प्रतिबिम्बः एव ज्ञाननिष्ठविषयसम्बन्धः, विषयिता इति उच्यते. अत्रापि विषयित्वम् अपि एक सामान्यसंज्ञा अस्ति. प्रकारिता, संसर्गिता, विशेष्यता इति विशेषरूपाः अस्ति. यदा आधेयभावस्थले यदा आधेयता अधिकरणतायाः निरूप्यनिरूपकभावः अस्ति तदा विषयता विषयिता अपि अस्ति इति ज्ञातव्यः. अत्र भूतलं घटवत् इति ज्ञानस्य एकं चित्रं रचयामः चेत् घटनिष्ठप्रकारता निरूपितप्रकारिताश्रयः ज्ञानम् अथवा संयोगनिष्ठसंसर्गतानिरूपितसंसर्जिताश्रयः ज्ञानं, भूतलनिष्ठविशेष्यतानिरूपितविशेष्यताश्रयः ज्ञानम् इति वक्तुं शक्नुमः. तदा एव घटः नीलरूपवान् इति समवाय संसर्ग आदाय अपि वक्तुं शक्नुमः. तावदेव भगिनि. अति उत्तमं भगिनि. तत्र विषयिता विषये प्रायः स्पष्टता जायेत. तत्र प्रश्नः अस्ति चेत् इदानीं पृच्छतु. प्रायः इदानीं अस्माकं कृते 10 निमेषाः अवशिष्टाः. एकपर्यन्तः अस्ति वृत्ति अनियामकसम्बन्धः इति अहम् अत्र लिखितमस्ति. किम् अस्ति इति विस्मरति. वृत्ति अनियामकसम्बन्धः इति वा? अन्य कोऽपि स्मरति वा? अस्तु, वृत्ति अनियामकसम्बन्धः इत्युक्ते यत्र आधार आदेयभावः निश्चितः नास्ति इति. इत्युक्ते तत्र घट आकाशः इति चिन्तयामः चेत् घट आकाशयोः मध्ये घटे आकाशः अस्ति, आकाशे घटः अस्ति खलु, तर्हि तत्र घटः भूतले अस्ति चेत् अत्र नियामकम् अस्ति, आदेः कः आधारः कः इति नियमनम् अस्ति, परन्तु घट आकाशयोः तथा नास्ति, आधार आदेय इति वृत्तिः तत् निश्चितं नास्ति, तदेव तत्र वृत्ति अनियामकसम्बन्धः इति. तदेव तत्र यदा यद्भवती उक्तवती तत्र ज्ञानघटविषये, तत्र आदेयः घटम् इति घटज्ञानमिति चिन्तयामः चेत् ज्ञाने घटः अस्ति, अयं घटः इति ज्ञानं ज्ञाने अपि अस्ति खलु, तर्हि तत्र विषयः विषयिणी मध्ये तथा तादृश उभयत्र अपि तत्र सम्बन्धः अस्ति, ज्ञानं विषयता सम्बन्धेन घटे, घटः विषयिता सम्बन्धेन ज्ञाने, अयं घटः इति ज्ञानं विषयतासम्बन्धेन घटे अस्ति, घटः इत्युक्ते विषयः विषयितासम्बन्धेन ज्ञाने अस्ति, अयं घटः इति ज्ञानम् अस्ति खलु, तर्हि तदेव तत्र वृत्ति अनियामकसम्बन्धः इति. स्पष्टं स्पष्टं वा? धन्यवादः. अस्तु, अन्य कोऽपि प्रश्नः अस्ति वा? तदेव स्वनिरूपितसम्बन्धः अपि किल पिता पुत्रयोः मध्ये, स्वनिरूपितसम्बन्धः, सत्यं तत्र स्वनिरूपितपुत्रत्वसम्बन्धः, स्वनिरूपितपितृत्वसम्बन्धः इति वयं सत्यम् इत्युक्ते तत्र आधार आदेयभावः यत्र न परिवर्तति तत्र वृत्तिनियामकसम्बन्धः, यत्र तादृश परिवर्तनं भवति तत्र वृत्ति अनियामकसम्बन्धः इति. अनियामकसम्बन्धः कथं कति पृष्ठे अस्ति वृत्तिनियामक? प्रायः पुस्तके नास्ति भगिनि, अस्माकं चर्चा यदा जाता तस्मिन् समये एतस्मिन् विषये अपि किञ्चित् चर्चितवन्तः. कथम् आगच्छति वक्तुं न शक्नोमि. चिन्ता नास्ति, तत्र प्रथमं तदर्थमेव यदा वयं तादृश अभ्यासः यद् अद्य कृतवन्तः तथा कुर्मः चेत् तत्र किञ्चित् तादृश अभ्यासः अपि भवति खलु, किञ्चित् वक्तुमपि प्रयासं कर्तुं शक्नुमः, तत्र प्रयत्नं कर्तुं शक्नुमः, तर्हि तत्र संक्षिप्ते रचनं शक्नोति चेत् तत्र किं करणीयं चेत् भगिनि, तद् तत्र तत् पुस्तकं यत् विषयः अस्ति तत् पठित्वा प्रायः स्वस्यैः शब्दैः एव तत्र किञ्चित् लिखति चेत् तत्र तथा वक्तुं शक्नोति, तत्र शैली अपि भवत्याः भवेत्, शब्दाः अपि भवत्याः भवेत् भवेयुः, तर्हि तथा एव तत्र संक्षिप्तरूपेण अपि वक्तुं शक्नोति, अपि च किञ्चित् अस्माकम् अभ्यासः ज्ञानवर्धनमपि भवति, तत्र पुस्तके यदस्ति तदेव पुनः लिखित्वा वदति चेत् तत्र अस्माकं कः लाभः तस्मात्? तत्र पुस्तके यदस्ति तदेव पुनः पुनः वदामः चेत् तत्र अस्माकं तु किमपि लाभः न भवति खलु. तस्मात् तत्र यत् पुस्तके अस्ति तद् ज्ञानं पुस्तके एव तिष्ठति, अस्माकं मनसि न आगच्छति. तथा कुर्मः तत्र भवती भवत्याः हा स्पष्टम् अस्ति चेदपि किञ्चित् यदा वयं वक्तुं न शक्नुमः चेत् तत्र किञ्चित् ज्ञानमपि किञ्चित् पक्वं भवितव्यं खलु, तदा एव स्पष्टतया वक्तुं शक्नुमः. तर्हि तत्र तादृश अभ्यासः अपि भवेत्. यद् रामप्रिया भगिनी एव उक्तवती तदा कुर्मः इति, तर्हि तस्य एव धन्यवादः इति वक्तव्यमस्ति वस्तुतया. परन्तु एतत्तु बहु सम्यक् अभ्यासः अस्ति अस्माकं कृते अपि. प्रायः यदा कदापि तथा करणीयम् इति मया अपि चिन्तितं. तत्र यदा सा उक्तवती तथा अग्रे अपि प्रायः मासत्रयं यावत् एकवारम् अथवा षड् मासे एकवारम् इति प्रायः करणीयम् इति चिन्तयामि. अस्तु, तर्हि अन्य कोऽपि प्रश्नः न स्यात्. प्रायः इदानीं भवत् सर्वेषां कृते किञ्चित् पुनस्मरणं अभवत् इति चिन्तयामि. तत्र प्रश्नः अस्ति चेत् कृपया पृच्छतु अथवा आगामिनि कक्षायां मेलिष्यामः. अग्रे पठामः तर्हि. भगिनी, आगामिनि सप्ताहे नूतनवर्षस्य पर्वदिनः अस्ति. अहं न भवामि भगिनि, पर्वदिनस्य विषये एकक्षणम्.